गतरविवासरे स्वादिगण इति अस्माभिः चर्चितः. तत्र अस्माभिः पठितं यत् श्नु इति विकरणप्रत्ययः अस्ति. श्नु इति विकरणप्रत्ययस्य कृते धातुमध्ये अङ्गकार्यं बहु न्यूनम् अस्ति, कुत्रापि नास्ति, केवलम् एकस्मिन् एव स्थले दम्भधातु कृते अनिदितां फल उपधाया निति इति सूत्रस्य कार्यं भवति. तत्र उपधायां मकारस्य लोपः भवति, परन्तु अन्यत्र कुत्रापि किमपि कार्यं न भवति, यतोहि श्नु इति विकरणप्रत्ययः अपित् अस्ति, यतः गुणकार्यं न भवति. अतः तत्र दम्भ धातुम् अतिरिच्य अन्येषु धातुषु केवलं वर्णमेलनं भवति. तदनन्तरं द्वितीयसोपानमस्ति सिद्धतिङ्गप्रत्ययानां निर्माणः. तदपि अस्माभिः पूर्वमेव दृष्टं यत् अनुदन्तानाम् अङ्गानां कृते सिद्धतिङ्गप्रत्ययाः कथं निर्मीयन्ते इति अस्माभिः पूर्वमेव पठितम्. तदनन्तरं मुख्यकार्यं यत् अस्ति इदानीं एषु गणेषु, तदस्ति सिद्ध तदस्ति सिद्धतिङ्गप्रत्ययस्य अपि च अङ्गस्य मेलनं कथं भवति. तर्हि अदन्तानाम् अङ्गानां कृते तु बहुत्र केवलं वर्णमेलनम् एव भवति, परन्तु अत्र किमस्ति, अङ्गम् अनदन्तम् अस्ति, अतः बहुत्र तिङ्गप्रत्ययानां कृते गुणकार्यम् अथवा किमपि अन्यकार्यं भवति. यतोहि श्नु अस्ति, उकारान्त अस्ति, अतः गुणकार्यं भवितुं शक्नोति. तर्हि एषु गणेषु नाम अनदन्त यत्र अङ्गम् अनदन्तम् अस्ति तत्र सिद्धतिङ्गप्रत्ययस्य कृते यत् कार्यं भवति तत् मुख्यमस्ति. तर्हि अस्माभिः पूर्वमेव पठितं यत् अत्र चत्वारः विभागः सन्ति सिद्धतिङ्गप्रत्ययानां. प्रथमस्ति हलादिपित् अजादिपित् हलादि अपित् अजादि अपित्. तर्हि हलादिपित् तर्हि प्रत्ययः यदि पित् अस्ति तर्हि सार्वधातुक आर्धातुकयोः इति सूत्रेण अङ्गस्य अन्ते उकारः अस्ति, श्नु धातोः उकारः अस्ति, श्नु प्रत्ययस्य उकारः अस्ति, तस्य गुणकार्यं भवति सार्वधातुक आर्धातुकयोः इति सूत्रेण. तत्तु वयं जानीमः सामान्यकार्यमस्ति. इदानीं हलादि अपित् अस्ति. हलादि अपित् नाम प्रत्ययः अपित् अपि अस्ति, हलादि अपि अस्ति. तत्र कुत्रापि किमपि कार्यं न भवति, केवलं वर्णमेलनम् एव भवति, वर्णमेलनम् एव भवति. तर्हि तत्र यथा किमस्ति, सुनोति अस्ति खलु, सुनोति, तत्र सुनुतः इति एव भवति, सुनुतः केवलं वर्णमेलनं. तदनन्तरं हलादि अजादि अपित् अस्ति चेत् तत्र नूतनकार्याणि भवन्ति. तर्हि अजादि अपित् अस्ति, तर्हि अस्माभिः अस्माकम् एकं अस्माकं मनसि एकं चित्रं भवेत्. यद्यपि यत्र कुत्र अन्ते अथवा यत्र कुत्र ते इक् प्रत्याहारस्य वर्णः अस्ति, नाम अत्र उकारः अस्ति, तदनन्तरम् अच् वर्णः अस्ति, तर्हि बहूनां सूत्राणां प्रसक्तिः भवति. सर्वसामान्यं सूत्रं तु अस्ति सन्धिसूत्रं, यण्सन्धिसूत्रम् इकोयणचि. इकोयणचि वदति यत् इक् प्रत्याहारस्य वर्णः अस्ति, तदनन्तरं यदि अच् वर्णः अस्ति, असवर्ण सवर्ण अस्ति चेत् सवर्णदीर्घसन्धिः भवति, तर्हि किं भवति, इक् प्रत्याहारस्य स्थाने यण् प्रत्याहारः भवति. तत्तु सामान्यसूत्रम् अस्ति, परन्तु तस्य बहूनि तस्य बहवः अपवादाः सन्ति. तस्य प्रथम अपवादः अस्ति अचिष्णु धातु ध्रुवां युवोर् यङ् उवङ्गौ. तत्र अचिष्णु धातु ध्रुवां युवोर् यङ् उवङ्गौ इति सूत्रं किं वदति, यत् यदि धातु इकारान्त अथवा उकारान्त धातु अस्ति, अथवा श्नु प्रत्ययान्त अङ्गम् अस्ति, अथवा ब्रु इति प्रातिपदिकम् अस्ति, तस्य अनन्तरं यदि अजादि प्रत्ययः अस्ति, तर्हि इकारस्य स्थाने इयङ् उकारस्य स्थाने उवङ् इति भवति इति सूत्रं वदति. तर्हि अत्र यदि प्रत्ययः स्वादिगणे हलादि अपित् अस्ति, तर्हि अचि श्नु धातु ब्रुवा, अत्र श्नु अपि अस्ति खलु निमित्तं, तर्हि अत्र अतिष्णुधातु ब्रुवाम् इति सूत्रस्य प्रसक्तिः भवति, सर्वत्र भवति, तत्र अत्र सर्वत्र भवति, परन्तु तस्य कार्यं केवलं तत्र दृश्यते यत्र उकारः यत् अस्ति तत् संयोगपूर्व उकारः अस्ति, नाम उकारात् साक्षात् प्राक् संयोगवर्णः अस्ति, तथा शक्नु, शक्नु इति अङ्गमस्ति, उकारात् प्राक् क्न इति संयोगवर्णः अस्ति, अतः शक्नु कृते अतिष्णुधातु भ्रुवां युवोर्यङ्गुवङ्गौ इति सूत्रस्य कार्यं भवति यदा प्रत्ययः अजादि अपि अस्ति, अतः शक्नु योगः आणि, शक्नु योगः आणि अस्ति खलु तत्र लोट्लकारे, तत्र रूपं किं भवति, उकारस्य स्थाने उवङ्ग भवति, शक्नु योगः आणि शक्नुवानि, क्षम्यताम् आणि तु क्षम्यता आणि न आणि तु पित् अस्ति, शक्नु अत्र लट्लकारे बहुवचनमस्ति खलु, लट्लकारे शक्नुवन्ति किल, अन्ति इति अस्ति लट्लकारे प्रथमपुरुष बहुवचनम् अन्ति इति अजादि अपि प्रत्यय अस्ति, तत्र शक्नुवन्ति इति भवति अतिष्णुधातुगृहम् इति सूत्रेण, परन्तु तस्यापि पुनः एकः अपवादः अस्ति तद् यत् अस्माभिः तत्र किञ्चिदेव पठितं गतरविवासरे, हुष्णुवोः सार्वधातुके एकं सूत्रमस्ति, हुष्णुवोः सार्वधातुके तत् सूत्रं किं वदति, यदि धातु हुधातु अस्ति अथवा श्नुप्रत्ययान्त अङ्गम् अस्ति, तस्मात् अनन्तरं यदि अजादि सार्वधातुकप्रत्ययः अस्ति अपि च यत् श्नुधातु श्नुप्रत्ययान्त अङ्गम् अस्ति तस्य उकारः असंयोगपूर्वः अस्ति, नाम तस्मात् उकारात् प्राक् संयोगवर्णः नास्ति, तर्हि इदं सूत्रं किं वदति, उकारस्य स्थाने यण् प्रत्याहारस्य वर्णः आगच्छति, स्थाने अन्तर्तमः इति सूत्रेण उकारात् उकारस्य सदृशः यण् प्रत्याहारस्य वर्णः अस्ति वकारः, तर्हि उकारस्य स्थाने वकारः आगच्छति, तर्हि फलं यण् सन्धि इव एव दृश्यते, परन्तु सूत्रम् इकोयणचि नास्ति अपि तु उष्णुवोः सार्वधातुके, तर्हि इदानीं किमस्ति अत्रापि यत्र संयोगपूर्वः अस्ति उकारः तत्र तु केवलम् अचिष्टधातुभ्रुवां कार्यं तत्र प्रसक्तिः भवति, यत्र असंयोगपूर्वः उकारः अस्ति तत्र अचिष्णुधातुभ्रुवाम् अपि कार्यं कर्तुं शक्नोति, कुष्णुवोः सार्वधातुके अपि कार्यं कर्तुं शक्नोति, परन्तु अपवादत्वात् कुष्णुवोः सार्वधातुके इति सूत्रं बलीयम् अस्ति, अतः तस्य कार्यं भवति, तर्हि आहत्य संयोगपूर्वः उकारः अस्ति यथा शक्नु मध्ये अस्ति तत्र अचिष्णुधातुभ्रुवाम् इति सूत्रेण उकारस्य स्थाने उवङ्ग भवति, परन्तु यदा उकारः असंयोगपूर्वः अस्ति, नाम यत्र उदाहरणमस्ति चिनु इति चिनु इति अङ्गे, तत्र हुष्णुवोः सार्वधातुके इति सूत्रेण उकारस्य स्थाने वकारः भवति, तर्हि शक्नुयोगः अन्ति रूपं भवन्ति भवति शक्नुवन्ति, परन्तु चिनुयोगः अन्ति चिनुवन्ति इति न भवति, चिन्वन्ति इति भवति उकारस्य स्थाने वकारः, तर्हि अत्र नूतनसूत्रमस्ति हुष्णुवोः सार्वधातुके, इदानीं पुनः एकवारं हुष्णुवोः सार्वधातुके इति सूत्रं यत्र अस्ति तत्र कृपया सर्वे गच्छन्तु, एकवारं पुनः पठामः हुष्णुवोः सार्वधातुके इति सूत्रम्, तत्र गच्छतु हुष्णुवोः सार्वधातुके, प्राप्नुवन्ति वा सर्वे? आम् प्राप्तं महोदय। अस्तु मीना महोदय एक पठतु हुष्णुवोः सार्वधातुके। उष्णुवोः सार्वधातुके उधातुः च अनेकाच् श्नुप्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण् आदेशो भवति अजादिसार्वधातुकप्रत्यये परे स्थाने अन्तरतमः इत्यनेन उकारस्य स्थाने यण् प्रत्याहारस्थितेषु वर्णेषु वकारः चितः येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अलोन्तस्य इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः यस्मिन् विधिस्तदं यस्मिन् विधिस्तदन्तात् तदन्तात् ग्रहणे इत्यनेन वार्तिकमित्यस्य इत्यनेन अचि इत्युक्तौ अजादिप्रत्यये हुश्च स्नुश्च तयोः इतरेतरद्वन्द्वः हुस्नुवौ तयोः हुष्णुवोः न विद्यते पूर्वः संयोगः यस्मात् सः असंयोगपूर्वः बहुव्रीहि तस्य असंयोगपूर्वस्य हुष्णुवोः षष्ट्यन्तं सारुधातुके सप्तम्यन्तं द्विपदमिदं सूत्रम् अचिष्णुधातुब्रुवान् युवोर् यङ् वङौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः युनो यण् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः एरनेकाचो असंयोगपूर्वस्य इत्यस्मात् अनेकाचक असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः ओः सुपि इत्यस्मात् ओः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनेकाचः सुहृष्णोः असंयोगपूर्वस्य अनेकाचः सुहृष्णोः असंयोगपूर्वस्य ओः अङ्गस्य यन् अचि सारदातुके सम्यक् न जानामि हुष्णुधातु सारुधातुके इति सूत्रं ष्णु प्रत्यान्तम् अङ्गम् असंयोगपूर्वमस्ति चेत् उकारस्य अङ्गस्य यन् भवति वस्तुतः किं भवति यण् तु प्रत्याहारः अस्ति खलु उकारस्य यकारः भवति उकारस्य यकारः भवति इकारः उकारस्य इको एनर्जि इति आपोसिट् आफ् इको एनर्जि उकारस्य स्थाने यकारः भवति वा इको एनर्जि मध्ये उकारस्य स्थाने वकारः भवति असंयोगपूर्वे सति चेत् अनेकाचः अपि चेत् हुष्णुधातु अस्ति चेत् असंयोगपूर्वम् अस्ति चेदपि उकारस्य अङ्गस्य उकारस्य वकारः अचिपरे सारुधातुके तदेव अहं ज्ञातं महोदय सम्यक् अस्ति तर्हि पश्यतु अनुवृत्तिसहितसूत्रं पश्यतु शब्द प्रतिशब्दं पश्यतु अनेका तर्हि तत्र पूर्वनिमित्तं किम् अस्ति अनेकाचः उष्णुवोः असंयोगपूर्व ओः अङ्ग तर्हि किमस्ति यद् अङ्गमस्ति तद् हूधातु भवेत् नो चेत् तादृश अङ्गं भवेत् यत् अनेकाच अस्ति नाम एक एव अचवर्णः नास्ति अत्र अनेकाच बहवः अचवर्णाः सन्ति तादृश श्नुप्रत्ययान्त अङ्गं भवेत् तत्र श्नुप्रत्ययान्त अङ्गमपि कीदृशः अङ्गमपि कीदृशं यस्य यत् उकारः अस्ति अन्ते तस्मात् पूर्वम् असंयोगवर्णः भवेत् नाम संयोगवर्णः न भवेत् तर्हि उधातुः अथवा अनेकाच श्नुप्रत्ययान्त अङ्गं यस्य अन्तिम उकारात् प्राक् असंयोगवर्णः अस्ति तादृश पूर्वनिमित्तम् अस्ति परनिमित्तं किम् अस्ति सार्वधातुकप्रत्ययः भवेत् यः अजादि अस्ति नाम अजादिसार्वधातुकप्रत्ययः अस्ति एतादृशं सर्वम् अस्ति चेत् यत् हूधातु नो चेत् श्नुप्रत्ययान्त अङ्गस्य अन्तिम उकारः अस्ति तस्य स्थाने यण् प्रत्याहारस्य अन्तर्तमः वर्णः वकारः आगच्छति आदेशः भवति इति अस्ति. ओहो इति इत्यस्य अर्थः ओहो इति अस्ति उकारस्य षष्ठीविभक्ति. अत्र अत्र अङ्गस्य षष्ठीविभक्ति अस्ति. अत्र ओहो अपि गुरु गुरु इति शब्दस्य एव किल गुरु इति गुरोः भवति तथा उकार ऊ इत्यत्र ओः भवति. तर्हि अग्रे अतः पश्यतु अत्र बहूनि परिभाषासूत्राणि अपि आगच्छन्ति. प्रथमः अस्ति ओः अङ्ग इत्युक्ते किं. साक्षात् तादृशः अङ्गं यस्य यः यः उकारः अस्ति अथवा उकारान्त अङ्गं. तर्हि येन विधिस्तन्तस्य इति सूत्रं वदति यत् न केवलं तादृशम् अङ्गं यत् साक्षात् उकारः अस्ति अपि तु तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति. तदनन्तरं प्रश्नः आगच्छति यत् श्नु इति लिखितमस्ति तस्य अर्थं किं. केवलं श्नु प्रत्ययः साक्षात् अस्ति अथवा वा न. तत्रापि यस्मात् प्रत्यय तद् न क्षम्यताम् श्नु प्रत्यय प्रत्ययग्रहणे तदन्ताग्राह्य नाम यत्र प्रत्यय लिखितमस्ति तस्य अर्थमस्ति सः प्रत्ययः यस्य अन्ते अस्ति तस्य ग्रहणं करणीयं. तर्हि अत्र केवलं श्नु लिखितमस्ति परन्तु तस्य अर्थमस्ति श्नु प्रत्ययान्त अङ्गम्. तदनन्तरं प्रश्नः आगच्छति अचि. अचि इत्युक्ते केवलम् अकार अच् वर्णः साक्षात् अस्ति अथवा वा अजादि. तर्हि अचि इत्यस्य अर्थम् अस्ति न केवलम् अच्वर्णः अपि तु साक्षात् अच्वर्णः अपि तु तादृशप्रत्ययः यस्य आदौ अच्वर्णः अस्ति तस्य कृते वार्तिकमस्ति यस्मिन् विधिः तदादौ अल्ग्रहणे. न केवलं साक्षात् वर्णः अच्वर्णः अपि तु सः वर्णः यस्य आदौ अस्तु आदि अस्ति तादृशशब्दः अपि ग्रहणीयम्. तदनन्तरं प्रश्नः भवति यत् यण् अस्ति यण् कुत्र आदेशः भवति सम्पूर्ण अङ्गस्य स्थाने अन्तिमकारस्य उकारस्थाने कुत्र. तर्हि अत्र किमपि लिखितं नास्ति खलु. तत्र सामान्यसूत्रमस्ति आदेशस्य कृते अलोन्त्यस्य अन्तिम अल् स्थाने आदेशः भवति. आदेशः अनेकाल् नास्ति चेत् तत्र यण् मध्ये वकारः अनेकाल् नास्ति चेत् खलु नास्ति खलु सः अन्तिम उकारस्य स्थाने एव वकारः आगच्छति. इति सर्वं यथा मया पूर्वमपि उक्तं सूत्रे साक्षात् लिखितं नास्ति कुत्र आदेशः भवति कीदृशः अङ्गं भवेत् परन्तु तस्य कृते ये यानि परिभाषासूत्राणि सन्ति तानि सर्वाणि स्मर्तव्यानि. अतः एतादृशं चिन्तनं मनसि करणीयम् तर्हि इति अस्ति. तर्हि एकवारम् अष्टाध्याय्यम् उद्घाटयन्तु सर्वे पुस्तकं. प्रश्नः अस्ति तत्र अनेकाच् अस्ति संयोगपूर्वस्य अपि अस्ति तत्र कथं जानीमः तत् हु अपि च श्नु धातु कृते वा श्नु श्नु अन्त धातु कृते एव इति. अनेकाच् हू धातु अपि अस्ति वा अपि भवेत् वा अनेकाच् श्नु अङ्गम् एव श्नु अन्त भवे अङ्गं भवेत्. अहं चिन्तयामि तत्र हू मध्ये एका एव अस्ति खलु. हू इत्युक्ते एकः धातु एव वा तत्र हू अन्त धातु वा. हू धातु अस्ति जुहोत्यादिक तर्हि तत्र अहं चिन्तयामि अत्र अनुवृत्तिसहितसूत्रमपि अस्ति खलु. तत्र अनेका च हूष्णुवोः अस्ति. तर्हि प्रायः अनेका च तत्र हू कृते अपि अस्ति. अत्र जुहोति मध्ये अनेका च भवति. तत्र अपि प्रायः जुहो अस्य सूत्रस्य प्रसक्तिः भवति. यथा अहं तत्र जुहोत्यादिगणे वयं पुनः द्रक्ष्यामः तत्र सूत्रस्य प्रसक्तिः भवति वा. परन्तु अहं चिन्तयामि तत्र अनेकाच हू मध्ये अपि भवेत्. अपि च तत्र अपि असंयोग पूर्वस्य भवेत् किल. हू मध्ये तु असंयोगपूर्वः अस्ति एव खलु. तत्र प्रश्नः नास्ति. उकारात् विकरणप्रत्ययः नास्ति, विकरणप्रत्ययः नास्ति खलु, तत्र हु असंयोगपूर्व एव अस्ति, अतः असंयोगपूर्वस्य तु तस्य तस्य कनेक्षन् तु श्नु कृते अपि श्नु कृते एव अस्ति, यतोहि हु मध्ये तु असंयोगपूर्वः अस्ति एव खलु। अस्तु, इदानीं तु ओहो अस्ति इत्युक्ते उकारस्य स्थाने यन् किं किमर्थं वकार किमर्थं न लिखितम्? तदा अनुवृत्तिरूपेण आगच्छति खलु यण् खलु। ओ अस्तु, सूत्रे यण् नास्ति, यण् तु अनुवृत्ति अनुवृत्ते अनुवृत्त्याः आगच्छति। अस्तु अस्तु, तदा इनो यण् इति सूत्रमस्ति पश्यतु, तत्र तस्मात् सूत्रात् यण् आगच्छति। रघुपतिमहोदय किमपि वदति वा भवान्? न महोदय, न तत्र द्वित्तं भवति, हू धातु एव द्वित्तं भवति, अतः अनेकाच् भवति इति तदेव अहं चिन्तयामि। अत्र हू धातु मध्ये अत्र जुहोत्यादिगणे जुहु इति भवति, अनेकाच् भवति, तत्र तत्रापि प्रायः अस्य सूत्रस्य कार्यं भवति, परन्तु जुहोत्यादिगणे वयं रक्षामः। एतत् सूत्रं किमर्थं लिखितं पाणिनि? एतत् प्रायः तस्य आवश्यकता अस्ति वा न वा? अचि इष्णु धातु तत्र इष्णु धातु अचिष्णु यदि अस्ति, यदि इदं सूत्रं नास्ति अचिष्णु कुर्वाम् इति सूत्रमेव अस्ति तर्हि चिनुवन्ति इति रूपं भवति खलु। न न, तत्र संयोगस्य पूर्व इति लेखितुं शक्तवान् खलु? न, तत्र तत्र अचिषुहतु ब्रुवाम् इति सूत्रस्य प्रसक्तिः अन्ये अपि अस्ति खलु, इकारान् धातु उकारान् धातु अस्तु ब्रु अपि अस्ति, तत्र केवलं श्नु नास्ति खलु, तत्र अचिष्णु धातु ब्रुवाम् इति सूत्रस्य कार्यक्षेत्रं बृहत् अस्ति, तस्मिन् एकं नूतन एकं लघु कार्यक्षेत्रम् अस्ति यत्र अङ्गं श्नु प्रत्ययान्त अथवा हू धातु अथवा अपिश असंयोगपूर्वः अस्ति, तस्य कृते एव अस्य सूत्रस्य प्रसक्तिः भवति इति अस्ति, अतः नूतनसूत्रस्य आवश्यकता भवति। अस्तु, बिकास् दिस् इस् अगेन् गोयिङ्ग् बेक् टु लैक् द निच् अपवादस्य अपवाद। तर्हि अत्र पश्यतु अत्र पाणि अष्टाध्यायी उद्घाटयतु सर्वे, पेज् 116 तत्र पेज् 116 अस्ति, तत्र पश्यतु सूत्रं 77 सप्तसप्ततिः षष्ठम अध्यायस्य चतुर्थपादस्य सप्तसप्ततितमं सूत्रम्। अचिष्णु धातु ब्रुवां युवोर् युवं युवङ्ग्, तर्हि अचिषु धातु ब्रुवां युवोर् उवङ्गौ इति सूत्रमेकम् अस्ति, तदनन्तरम् अग्रे पश्यतु एकाशीतितमं सूत्रम् इणोयण् इति सूत्रम् अस्ति, तदा अत्र किमस्ति इकारस्य उकारस्य का स्थितिः भवति, अच् अजादि प्रत्ययः परः अस्ति चेत् इकार उकारस्य का स्थितिः भवति, तेषां कृते बहूनि सूत्राणि सन्ति, ते सर्वे तानि सर्वाणि अत्र लिखितानि सन्ति, तर्हि अचिष्णु धातु ब्रुवां युवोयम् उवङ्गौ इति सूत्रमस्ति, तदनन्तरम् 81 81 सूत्रमस्ति इणोयण्, तर्हि इन् एकं धातु एकः धातु अस्ति, अदादिगणे वयं द्रक्ष्यामः, तत्र इकारान् धातु अस्ति परन्तु तत्र अपि यण् भवति, इवङ् न भवति, तदनन्तरम् ऐरनेकाचु असंयोगपूर्वस्य तदपि अदादिगणे वयं दर्श्यामः, तत्र असंयोगपूर्व इकारः अस्ति चेत् किं भवति, तदनन्तरम् ओहोसुपि, तदनन्तरम् अग्रे आगच्छतु सप्ताशीतितमं सूत्रं पुष्णोः सार्वधातु, तर्हि अत्र एकस्मिन् एव स्थले कानिचन सूत्राणि यानि सन्ति ते वदन्ति यत् इकार उकारात् अनन्तरं यदि अजादिप्रत्ययः अस्ति तत्र कार्यं कथं भवति इति लिखितमस्ति। तर्हि पश्यतु अत्रापि सर्वाणि सूत्राणि एकस्मिन् एव स्थले पाणिनिना स्थापितानि, यथा सः सर्वत्र करोति, एकस्मिन् एव प्रकरणमस्ति खलु एकम्। अत्र एकस्मिन् एव स्थले स्थापितम् अत्र अस्ति एतादृशं कार्यमस्ति अशिष्णुवातु ब्रुवाम् इति सामान्यसूत्रं तस्य अपवादः उष्णुवो इति अस्ति अस्तु इदानीं सर्वे अवगच्छन्ति वा उष्णुः सार्वधातुके इति सूत्रं किं करोति अस्तु अग्रे गच्छामः अग्रे किमस्ति विजया महोदय अग्रे पठतु अग्रे अग्रे गच्छतु स्वादिगणे फलितार्थः एवं यत् अजादि अपि तु परे अपिति परे असंयोगपूर्वस्य उकारस्य स्थाने यन् आदेशः भवति स्वादिगणे अजादि अपित् अस्ति चेत् परे असंयोगपूर्वस्य उकारस्य स्थाने यन् आदेशः भवति अनन्तरम् अजादि अपित्सु सर्वेषां स्वादिगणीय धातूनां कृते इको यनचि इत्यनेन यन् आदेशः भवति इकारस्य स्थाने तत्र प्रसक्तः अस्ति तदा तं प्रबाद्य अचिष्णुर् एतत् धातु इत्यनेन ऊवङ्ग विहितः अस्तु अचिष्णुर् धातु ब्रुवं युवोर् इवङ् उवङ् इत्यनेन उवङ् विहितः सर्वेषां धातूनां प्रसङ्गे तदा अजन्तधातूनां कृते उवङ् आदेशं प्रबाद्य विष्णुवोः सार्वधातुके इत्यनेन पुनः यन् आदिष्टः सार्वधातुक अर्धधातुकयोः इत्यस्य अपि प्रसक्तिः अत्र इति स्मर्यताम् तदा अपित्वात् गुणनिषेधः भवति आहत्य अजादि अपित्सु सूत्रक्रमः एवं भवति इको यनचि तत्र अजादि अपित्सु सर्वेषां पूरयतु ओ सार्वधातुक आर्धधातुकयोः एवं भवति इको यनचि सार्वधातुक आर्धधातुकयोः सार्वधातुकम् अपित् निति च अचिष्णुर् धातु ब्रुवं इवोर् इवङ् उष्णुवोः सार्वधातुके तत्र अजादि अपि तु सर्वेषां स्वादिगणीयः धातुः अस्ति तत्र इको एनचि स्थाने यन् आदेशः भवति एतत् प्रबाद्य इको एनचि प्रबाद्य तत्र अचिष्णुवोर् धातु ब्रुवं इवोर् इवङ् उवङ् इत्यनेन तत्र उकारस्य स्थाने उवङ् आदेशः भवति सर्वेषां धातूनां प्रसङ्गे एव अनन्तरम् अजन्तधातूनां कृते उवङ् आदेशकम् एतत् प्रबाद्य उष्णुवोः सार्वधातुके इत्यनेन पुनः तत्र यन् आदिष्टः उवङ् स्थाने यन् आदेशः भवति अनन्तरं सार्वधातुक अर्धधातुकयोः इति अपि प्रसक्तिः अत्र अस्ति अस्ति एतत् वयं स्मरणीयं तत्र तदा अपित्वात् गुणनिषेधः भवति तत्र आहत्य अजादि अपित्सु सूत्रक्रमः एवं भवति प्रथमम् इको एनचि आगच्छति एतत् प्रबाद्य सार्वधातुक अर्धधातुकयोः कार्यं करोति अत्र गुणः भविष्यति अनन्तरं सार्वधातुकम् अपित् इति गुणनिषेधः भवति निश्चित इति सूत्रेण अनन्तरम् अचि स्नुवोर् धातु ब्रुवं युवोर् इवङ् उवङ् इति सूत्रेण तत्र उवङ् आदेशः भवति एतत् प्रबाद्य उष्णुवो धातु सार्वधातुके इति सूत्रेण तत्र यन् आदेशः भवति पुनः पश्यतु अत्र कथं भवति इको यणचि इति सर्वसामान्यं सूत्रमस्ति उकार तस्य अनन्तरम् अजादि प्रत्ययः अस्ति उकार इको यणचि इति सर्वसामान्यं सूत्रमस्ति तदनन्तरं बहूनि अन्यापि सूत्राणां प्रसक्तिः भवति तर्हि अस्माभिः द्रष्टव्यं यत् कस्य सूत्रस्य कार्यं भवति बलाबलम् इति विषये बलाबलम् इति बलाबलेन इति अस्माभिः द्रष्टव्यं तर्हि पश्यतु अत्र चिनु यदि अस्ति चिनु इति अङ्गम् अस्ति तस्य अनन्तरं यदि पित् प्रत्ययः अस्ति अजादि पित् प्रत्ययः अस्ति यथा आनि आणि इति अस्ति अजादि पिप्रति तथा कथं कार्याणि भवति कुत्र कथं तत्र कस्य कस्य कस्य सूत्रस्य प्रसक्तिः भवति तर्हि विजया महोदय वदतु चिनु योगः अणि अत्र श्नु प्रत्ययान्त चिनु इति अङ्गम् अस्ति तस्य अनन्तरम् आनि इति अजादि पिप् प्रत्ययः अस्ति अजादि पिप् आनि तत्र अत्र अस्मिन् स्थले कस्य कस्य सूत्रस्य प्रसक्तिः भवितुमर्हति इति एकवारं वदतु तत्र चिन्वाणी इति आगच्छति खलु भगिनि खलु जि तत्र चिन्वाणी इति तत्र प्रथमं तत्र इकोयनचि कार्यं करोति तत् प्रबाद्य तत्र सार्वधातुको आर्धधातुको एव कार्यं करोति परन्तु तदपि प्रबाद्य तत्र इष्णुवोर् अचिष्णुवोर् एतत् सूत्रेण तत्र तत्र अतः गुणकार्यम् अस्ति सार्वधातुक आर्धधातुकयोः सत्यं परन्तु अचिष्णु धातु भ्रुवां खुष्णुवोः सार्वधातुके इति सूत्राण इति सूत्रयोः प्रसक्तिः अस्ति न वा तत्र युको एनचि इति सूत्रं प्रबाद्य सार्वधातुक आर्धधातुकयोः कार्यं करोति गुणः भवति सत्यम् अनन्तरं परन्तु अत्रापि यद्यपि प्रत्ययः पित् अस्ति अत्रापि अचिष्णुहातु भ्रुवां कुष्णुवोः इति सूत्रयोः प्रसक्तिः अस्ति न वा तत्र इष्णुवो धातुः सार्वधातुके इति सूत्रेण उवङ् स्थाने यन् आदेशः तत्र यन् इति कार्यं न करोति खलु तत्र यन् न कार्यं करोति उवङ् एव कार्यं करोति रूपं दृष्ट्वा मा वदतु केवलं वदतु निमित्तं दृष्ट्वा सूत्रयोः प्रसक्तिः अस्ति न वा अस्ति एव अत्र पश्यतु चिनुयोगः आनि इति स्थाने इकोयणचि सूत्रस्य प्रसक्तिः अस्ति सावधातुवार्धातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति अचिष्णुहातु भ्रुवां सूत्रस्य प्रसक्तिः अस्ति उष्णुः सावधातुक इति सूत्रस्य प्रसक्तिः अस्ति चतुर्णां सूत्राणां प्रसक्तिः अस्ति अत्र यतोहि निमित्तं यदि वयं पश्यामः सूत्राणां प्रसक्तिः भवति भवति परन्तु सार्वधातुक अर्धधातुकयोः तत् एतत् सूत्रमेव तत्र बलवत् भवति खलु किमर्थं मम प्रश्नः अस्ति किमर्थं बलवत् अस्ति भवती वदतु एव सत्यं वदति सार्वधातुकार्धातुकयोः इति सूत्रमेव बलवत् भवति किमर्थम् सूत्रसङ्ख्या द्रष्टव्यं खलु जि सार्वधातुकार्धातुकयोः इति सप्तम अध्याय अस्ति इकोयणचि उष्णुवोः अति षष्ठम अध्याये भवन्ति अतः परसूत्रत्वात् यत्र सार्वधातुकार्धातुकयोः कार्यं कर्तुं शक्नोति तत्र परसूत्रत्वात् तस्य एव कार्यं भवति बलद्भवति अतः पित् प्रत्ययः यदा अस्ति अजादिपित् तत्र यद्यपि चतुर्णां धातु सूत्राणां प्रसक्तिः अस्ति परन्तु सार्वधातुकार्धातुकयोः इति सूत्रस्य एव कार्यं भवति सूत्रं सूत्रस्य परत्वात् इति अतः अत्र गुणकार्यं भूत्वा चिन्वाणी इति रूपं भवति अवगच्छति वा आम् आम् आं जि अस्तु इदानीं प्रत्यय अपि तस्ति चेत् किं भवति यदि वयं पश्यामः चेत् चिनुयोगः अन्ति इदानीं चिनुयोगः अन्ति मध्ये महोदय कस्य कस्य सूत्रस्य प्रसक्तिः अस्ति वदतु चिनु विधि महोदय विधि महोदय अस्ति वा अन्ति अत्र प्रत्ययः अजादि अपि अस्ति अत्र कस्य कस्य सूत्रस्य प्रसक्तिः भवति इको यणचि तदनन्तरं अचि स्नु धातु ब्रुवां योरिवङ् वङ्गो उष्णोः सार्वधातुके यतोहि अत्र चिनु मध्ये उकार असंयोगपूर्वः अस्ति खलु तस्यापि सूत्रस्य प्रसक्तिः भवति सावधातुकार्धातुको एव सूत्रस्य प्रसक्तिः भवति वा प्रथमम् एतत् प्रसक्तिः अस्ति परन्तु अपित्वात् कार्यं न भवति सूत्रस्य प्रसक्तिः अस्ति परन्तु निति च इति सूत्रेण कार्यं निषिध्यते तर्हि आहत्य इकोयणचि अचिष्णुहातु भ्रुवां कुष्णुवोः सार्वधातुके इति सूत्राणां सूत्रत्रयस्य प्रसक्तिः अस्ति चिनुयोगः अन्तिमध्ये तर्हि इदानीं विधि महोदय वदतु कस्य सूत्रस्य कार्यं भवति कुष्णुवो सार्वधातुके इति परसूत्रं किल परसूत्रं तु अस्ति परन्तु अत्र परसूत्रत्वात् कार्यं भवति वा परसूत्रं कत्र कुत्र कार्यं करोति अत्र तुल्यबलविरोधः अस्ति खलु अत्र तुल्यबलविरोधः अत्र स्नु धातु ब्रुवाम् अचिस्नु धातु ब्रुवां यो वङ् वङ् इति एव कार्यं करोति किमर्थं कार्यं पश्यतु किमर्थं सम्यक् मम अहम् एकवारं वदामि खलु तत्र सेट् रूपे पश्यतु सेट् रूपे इको यणचि सूत्रस्य कार्यक्षेत्रं तु बहु स्थलेषु सन्ति बहु कार्यक्षेत्रम् अस्ति इको यणचि तत्र ईदृशः अपि उकार अस्ति अङ्गमस्ति न वा तस्य आवश्यकता नास्ति तदनन्तरम् अकार अस्ति प्रत्ययः अस्ति न वा आवश्यकता नास्ति बहु कार्यक्षेत्रमस्ति तस्य अन्ते अचिष्णुधातु भ्रुवाम् इति सूत्रस्य कार्यक्षेत्रं लघु भवति परन्तु परन्तु सर्वथा इको यणचि इति सूत्रस्य कार्यक्षेत्रस्य अन्ते एव अस्ति मध्ये एव अस्ति यत्र यत्र कार्यं करोति तत्र तत्र इकोयणचि इति कार्यं कर्तुं शक्नोति अतः अचिष्णुधातु भ्रुवाम् इति सूत्रस्य कार्यक्षेत्रम् इकोयणचि मध्ये एव भवति सम्पूर्णतया सावधातुके इति सूत्रस्य कार्यक्षेत्रं तु इतोपि लघु अस्ति तदपि धातु भ्रुवाम् इति सूत्रस्य कार्यक्षेत्रे सम्पूर्णतया आगच्छति इकोयणचि तस्य कार्यक्षेत्रे अचिष्णुधातु भ्रुवां तस्य अपि कार्यक्षेत्रे कुष्णुः सार्वधातुके इति यत्र एतेषां त्रयाणां सूत्राणां प्रसक्तिः युगपद् भवति तत्र अपवादत्वात् कुष्णुवोः सार्वधातुके कार्यं करोति यदि कुष्णुवोः कार्यं न करोति अन्यसूत्रं कार्यं करोति तर्हि कुष्णुवोः इति सूत्रं सर्वदा निरवकाशं भवति खलु तथा न भवेत् अतः अत्र चिनुयोगः अन्य कुष्णुवोः तस्य लघुक्षेत्रं तस्य लघुक्षेत्रं लघुत्तमम् अस्ति अतः अपवादत्वात् कुष्णुवोः एव कार्यं करोति उकारस्य स्थाने बकारः आगत्य चिन्वन्ति इति चिन्वन्ति परन्तु इदानीं वदतु शक्नुयोगः अन्तिमध्ये कस्य कस्य सूत्रस्य प्रसक्तिः भवति स्नु धातु अचिष्णु धातु ध्रुवं योर्व्याङ् वङ्गौ इको यणचि तदनन्तरम् अत्र बाध्य अचिष्णु धातु ध्रुवं योरि वङ्गौ अत्र उष्णुवोः तस्य प्रसक्तिः नास्ति यतोहि असंयोगपूर्वः नास्ति आम् आं महोदय अवगतं सम्यक् अचिष्णु धातु ध्रुवम् इति अपवादेन कार्यं करोति अतः इको यणचि शक्नुवन्ति इति रूपं भवति शक्नुवन्ति इदानीम् एकः प्रश्नः अस्ति मम उकारस्य स्थाने वकारः आगच्छति उकारस्य स्थाने वकारः आगच्छति एकनिमिषः कुत्र गच्छति एकनिमिषं मया न अस्तु अत्र मया अहं कुत्र चिनुयोगः अस्तु तर्हि सर्वे अवगच्छन्ति वा कार्यं कथं भवति कस्य सूत्रस्य प्रसक्तिः कस्य कार्यं भवति अतः अत्र लिखितमस्ति महोदयेन स्वरूपमहोदयेन यत्र वस्तुतः यत् क्रमः अस्ति तत् प्रथमं तु इकोयणचि तदनन्तरं परसूत्रत्वात् सर्वतु पार्थसुपयोः यत्र कार्यं भवति तत्र गुणं करोतु यत्र नितिश इति सूत्रेण निषिध्यते तत्र कार्यं भवति तदनन्तरम् अहिष्णुहतु ब्रुवाम् इति सूत्रम् अपवादेन कार्यं यत्र करोति तत्र करोतु तदनन्तरं कृष्णुवोः इति सूत्रस्य पुनः अपवादः इदानीं विजयमहोदय तत्र समापयतु मनसि बोध्यम् आम् मनसि बोध्यं यत् अजादि अपित्सु अपि इमानि सूत्राणि इको अजादिपित्सु अजादिपित्सु अपि इमानि सूत्राणि इको यनचि अचि स्नुवो धातु भ्रुवम् इवोर् इवङ् उवङ् उष्णुवोः सार्वधातुके एषां त्रयाणां सूत्राणां प्रसक्तिः अस्ति चिनु योगः आनि आनि अजादिप्रत्ययः त्रिषु अपि सूत्रेषु निमित्तम् अस्ति अचि अजादिप्रत्यये परे अजादिपित् प्रत्यय अपि अजादिः अतः अत्रापि इमानि त्रीणि सूत्राणि आगत्य कार्यं कर्तुम् उद्युक्तानि परन्तु तत्र सार्वधातुक आर्धधातुकयोः इत्यस्य परसूत्रात् बलम् अतः अनेन गुणः भवति चिनो योगः आणि गुणकार्य अनन्तरं त्रयाणां सूत्राणां प्रसक्तिः नास्ति फलितार्थः एवं यत् उवङ् च यन् च भवतः केवलं किति निति अजादिप्रत्ययपरे सूत्रे तादृशं किति निति इति वदनस्य आवश्यकता नास्ति पाणिनिनः किमर्थं यतोहि कित् नित् नास्ति चेत् गुणः भविष्यति न गुणः भविष्यति न तु उवङ् यन् उवङ् इत्युक्ते अचिष्णुव इवङ् एतद् धातुः यन् इत्युक्ते विष्णुः सार्वधातुके इति सूचयति गुणनिषेधक अस्ति गुणनिषेधक भवति चेत् एतत् कार्यं न भवति इति गुणनिषेधः नास्ति चेत् एतत् कार्यं न सम्यक् तर्हि यद्यपि सूत्रे साक्षात् लिखितं नास्ति पाणिनिना कित् नित् प्रत्यय कृते परन्तु फलितार्थ कित् नित् प्रत्यय अस्ति चेदेव सूत्रस्य कार्यं भवति प्रत्ययः कित् नित् नास्ति नाम यत्र पित् प्रत्ययः अस्ति तत्र परत्वात् सार्वधातुकार्धातुकयोः इति सूत्रेण गुणः एव भवति इति लिखितमस्ति तर्हि सूत्राणां प्रसक्तिः अस्ति इकोयणचि अचिष्णुधातुः उष्णुवोः परन्तु परत्वात् यत्र गुणकार्यं भवितुं शक्नोति प्रत्ययः पित् अस्ति कित्नित् नास्ति तत्र सार्वधातुकार्धातुकयोः एव कार्यं करोति परन्तु प्रत्ययः कित्नित् अस्ति यत्र गुणः न भवति तत्र एतेषां सूत्राणां कार्यं भवितुं शक्नोति अचिष्णुवातु कार्यं करोति चेत् उवङ् भवति उष्णोः कार्यं करोति चेत् यण् भवति इति अस्ति इदानीं सर्वे अवगच्छन्ति वा क्षम्यतां महोदय प्रायः अहं विस्मृतवती तत्र लोट् लकारे उत्तमपुरुष सर्वाणि तिङ् प्रत्यय अपित् न भवन्ति किम् सन्ति आम् केन सूत्रेण शेरिहापिच्छति न तत्तु मध्यमपुरुष तत्तु अपित् अस्ति आडुत्तमस्य पिच्च इति सूत्रेण लोट् लकारस्य उत्तमपुरुषस्य सर्वे प्रत्ययाः किमस्ति आट् भवति नाम आकार आगच्छति आगमः भवति पूर्वं तदनन्तरं पित् अपि भवति अस्तु, इत्युक्ते तत्र मध्यमपुरुष क्षम्यतां द्विवचनं बहुवचन अपि पित् अस्ति, न तु केवलं मिप् स्थाने न। तर्हि यद्यपि मूलप्रत्ययमध्ये केवलम् एकवचन उत्तमपुरुष एव पित् अस्ति, द्विवचन बहुवचनं नास्ति, परन्तु अनेन अस्मात् सूत्रात् द्विवचन बहुवचनं अपि पित् भवति। अस्तु, तर्हि एतत् सर्वं किमर्थम् अस्माभिः पठितम्? अस्माभिः किमर्थम् वयं पठामः? तत्र अस्माभिः पठितं खलु अजन्तधातु अस्ति चेत् त्रयः भेदाः भवन्ति। प्रथमभेदः तु अस्ति अस्मिन् भेदः अत्र गुण अत्र उवङ्ग् न भूत्वा यण् भवति, वकारः भवति। तत्र अन्य अपि अत्र अस्ति खलु भेदः भवति, अस्माभिः पठितं यत् लोट्लकारे मध्यमपुरुषे एकवचने यत् हि अस्ति तस्य लोपः भवति, चिनु शक्नु योगः हि शक्नु हि भवति, परन्तु चिनु योगः इ चिनु इति भवति, हि तत् लोपः भवति। तद् द्वितीयभेदः अस्ति। तदनन्तरमपि अस्माभिः पठितं यत् अन्य तृतीयः भेदः अस्ति यत् वकारमकारादौ प्रत्ययः अस्ति चेत् उकारस्य लोपः भवति, चिनु योगः वः चिन्वः इति लट्लकारे मध्यमपुरुष लट्लकारे उत्तमपुरुष द्विवचन बहुवचनमध्ये शक्नु योगः वः इति शक्नुवः इति भवति, परन्तु चिनु योगः वः इति अपवादेन चिन्वः चिन्मः अपि भवति। तदपि भेदः अस्ति। तर्हि प्रथमः भेदः पुष्णुः इति सार्वधातुके इति सूत्रेण आगच्छति, शक्नु मध्ये शक्नुवन्ति, चिनु मध्ये चिन्वन्ति। तदनन्तरं द्वितीयलोपः इदानीं पश्यामः, मध्यमपुरुष एकवचनं लोट्लकारे ई प्रत्ययस्य लोपः कथं भवति इति वयं पश्यामः अग्रे। अस्तु, द्वितीयः भेदः इति आड् उत्तमस्य पिच इति उत्तमपुरुषे एव कार्यं करोति खलु जि, आड् उत्तमस्य पिच इति लोट्लकारे तत्र एव लोट्लकारे उत्तमपुरुषे एव कार्यं करोति। अतः आणि आव आमव इति भवति। द्वितीयभेदः इति रघुपतिमहोदय पठतु द्वितीयभेदः। आं महोदय, द्वितीयभेदः परस्मैपदे लोटि मध्यमपुरुषे एकवचने सेहपि च इत्यनेन सि स्थानिः आदेशः। तदा सामान्यनियमः एवं यत् अङ्गम् अदन्तं चेत् अतो हेः इत्यनेन हि लोपः, वदयोग हि अस्ति अतः वद इति भवति, अदन्ताङ्गमस्ति। अङ्गम् अनदन्तं चेत् हि लोपः न, शक्नुयोग हि अस्ति शक्नुहि इति भवति। परन्तु उकारान्त अङ्गं चेत् उकारान्तङ्गं चेत् अपि च अन्त्यः उकारः असंयोगपूर्वः चेत् तर्हि तत्र अङ्गम् अनदन्तं सत्यपि हि लोपः भवति। सारांशत्वेन हलन्तधातुभ्यः हि तिष्ठति यथा सामान्यम्, अपवादे अजन्तधातुभ्यः हि लोपः चिनुयोग हि चिनु इति भवति। अस्तु, अत्र सेर्ह्यपि च इत्यनेन हि आदेशः भवति। वयं दृष्टवन्तः अदन्तमङ्गं चेत् अत्र हि प्रत्ययस्य लोपः भवति अतो हेः इत्यनेन। इदानीम् अनदन्तमङ्ग अङ्गमस्ति चेत् सामान्यतः हि एव तिष्ठति, किमर्थम् अतो हेः इति अदन्ताङ्गस्य एव अस्ति। परन्तु अस्य अपवादः एकमस्ति उकारान्ताङ्गं चेत् अपि च अन्यः असंयोगपूर्व हलो रघुपतिमहोदय शृणोति वा, श्रूयते वा? भग्नम् अभवत्। भग्नं भवति, अस्तु अहं वदामि सः किं वदति। तत्र अस्माभिः पठितं खलु अदन्तमङ्गम् अस्ति चेत् हि तस्य लोपः भवति, केन सूत्रेण? अतो हेः इति सूत्रेण। अदन्त अङ्गस्य अङ्गात् अनन्तरं हि अस्ति चेत् हेः लोपः भवति अतो हेः। परन्तु अनदन्तमङ्गम् अस्ति चेत् अतो हेः इति सूत्रं कार्यं न करोति, अतः तत्र सामान्यनियमः अस्ति हि हेः लोपः न भवति, अतः शक्नुयोगः इ शक्नुहि इति भवति। परन्तु उकार असंयोगपूर्व उकार अस्ति नाम यदि धातु अजन्तधातु अस्ति तत्र अपवादत्वात् हे लोपः भवति एक अन्यसूत्रेण सूत्रमस्ति उतश्च प्रत्ययात् असंयोगपूर्वात् इति रघुपतिमहोदय अस्तु अस्तु वयं दृष्टवन्तः द्वितीयभेदः अस्ति उकारस्य अजन्ताधातुभ्यः हि लोपः भवति इति सूत्रमस्ति उतश्च उतश्च प्रत्ययात् असंयोगपूर्वात् इति प्रत्यय अवयवः उकारात् प्राक् संयोगः नास्ति चेत् परस्य हि प्रत्ययस्य लुक् भवति लुक् लोपः भवति न विद्यते पूर्वः संयोगः यस्मात् सः असंयोगपूर्वः बहुभिः तस्मात् असंयोगपूर्वात् उतः पञ्चम्यन्तं च अवयपदं प्रत्ययात् पञ्चम्यन्तम् असंयोगपूर्वात् पञ्चम्यन्तम् अनेकपदमिदं सूत्रम् शिणो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अतो हेः इत्यस्मात् हेः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् असंयोगपूर्वात् उतः प्रत्ययात् अङ्गात् च हेः लुक् इति एतत् सूत्रं वदति असंयोगपूर्व उकार अस्ति चेत् उकारस्य अङ्गस्य उकारस्य अस्ति चेत् उकारान्तङ्ग चेत् तर्हि हि इत्यस्य लोपः भवति इति हि इति प्रत्ययस्य लोपः भवति इति अस्ति अत्र एकम् अस्ति महोदय अत्र केवलं उकारान्त अङ्गं न अपि तु सः उकारः प्रत्ययस्य अवयवः भवेत् हा अस्तु अस्तु हा प्रत्ययात् अस्तु नाम यदि उकारः अङ्गे अस्ति अङ्गं यदि उकारान्त अङ्गम् अस्ति परन्तु तत् उकारः प्रत्ययस्य भागः नास्ति तद् यथा उदाहरणमस्ति धातोः भागः अस्ति तथा तत्र तादृशस्थित्याम् अस्य सूत्रस्य कार्यं न भवति परन्तु चिनु मध्ये उकारः अस्ति तद् श्नु इति प्रत्ययस्य अवयवः अस्ति खलु आमामाम् अतः अत्र कार्यं करोति तर्हि अदादिगणे ऊकार अस्ति चेत् तत्र न भवति अङ्गं धातु एव भवति तत्र प्रत्ययस्य न भवति यदि आहत्य किम् अस्ति यदि अङ्गम् अस्ति अङ्गं यदि उकारान्त अङ्गम् अस्ति ह्रस्व उकारान्तम् अङ्गम् अस्ति उतः अङ्गम् अस्ति तत्र यत् उकारः अस्ति तत् प्रत्ययस्य अवयवः अस्ति नाम उकारः प्रत्ययात् आगच्छति न तु मूले अस्ति प्रत्ययात् आगच्छति अपि च उकारः असंयोगपूर्वः अस्ति तर्हि तस्मात् साक्षात् अनन्तरं यदि हि प्रत्ययः आगच्छति तस्य लोपः भवति पश्यतु एकनिमिष इदं सूत्रं साक्षात् अतो हेः इति सूत्रस्य अनन्तरम् आगच्छति अतो हेः 64105 अस्ति उतश्च प्रत्ययात् असंयोगपूर्वात् 64106 अस्ति इति मस्तिष्के भवेत् तर्हि हि तर्हि पश्यतु अत्र एकं लघु प्रकरणम् अस्ति हि लोपः तस्य कृते ये सूत्राणि सन्ति यानि सूत्राणि सन्ति एकस्मिन्नेव स्थले भवति तर्हि अतो हेः तस्मात् साक्षात् अनन्तरम् उतश्च प्रत्ययात् असंयोगपूर्वात् हा किं प्रश्न कः प्रश्नः मीना महोदय अत्र शक्नु इति नु प्रत्ययस्य अवयवं भवति भवान् उक्तवान् उदाहरणमस्ति वा तद् यत्र नु प्रत्ययस्य अवयवं न स्यात् नु मध्ये न भवति नु स्वादिगणे सर्वत्र उकारः प्रत्ययस्य एव अवयवः अस्ति यतोहि स्नु प्रत्यय मध्ये उकारः अस्ति खलु अवगतम् तर्हि भवती एव वदतु शक्नु हि मध्ये भवती एव वदतु शक्नु मध्ये अस्य सूत्रस्य कार्यं किमर्थं न भवति अतो हे न भवति किमर्थं उत प्रत्ययात् असंयोगपूर्वात् अस्य सूत्रस्य कार्यं शक्नु इति अङ्गस्य कृते शक्नु योगः हि मध्ये किमर्थं न भवति इति मम प्रश्नः. तत्रापि उकारः अस्ति, प्रत्ययस्य अवयवः अस्ति, अनन्तरं हि अस्ति, परन्तु तत्र लोपः न भवति, किमर्थं? संयोगः भवति तस्मात्. तत्र उकारात् प्राक् संयोगः अस्ति, संयोगः भवति, अतः शक्नु मध्ये अत्र कार्यं न भवति, अतः शक्नु हि भवति. परन्तु चिनु मध्ये उकारात् प्राक् असंयोगः अस्ति, अतः तत्र अस्य सूत्रस्य कार्यं भवति, अतः हे हे लुक् भूत्वा चिनु योगः इ चिनु एव भवति, न तु चिनु हि. अवगच्छन्ति वा? अत्र अगादिगणे बहु बहवः दातवः सन्ति, उकारान्तदातवः सन्ति, अतः तत्र लोपः न भवति. अनन्तरं चिनुतात् इति अस्ति खलु जि, तत्तात् तत्र तुख्यो तातङ्ग आशिषि अन्यतरस्याम् एतत् सूत्रं कार्यं करोति खलु? तत्र चिनुतात् भवति, तत्र अतः तत्र मध्यमपुरुष एकवचन लोट् लकारे रूपद्वयम् अस्ति, चिनु चिनुतात्. आं जि, तत्रैव तुख्यो तातङ्ग कार्यं करोति. तर्हि चिनु चिनुतात्, शक्नु हि अथवा शक्नुतात् रूपद्वयं भवति. तर्हि पश्यतु चिनु मध्ये अपि लोपः भूत्वा चिनु इति रूपं भवति, पठ मध्ये अपि लोपः भूत्वा पठ इति रूपं भवति, उभयत्र हे हे लोपः भवति, परन्तु लोपस्य कारणं भिन्नं भिन्नम् अस्ति. पठ मध्ये अदन्तमङ्गम् अस्ति, अतः चिनु मध्ये हि तस्य लोपः उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रेण भवति. तर्हि फलमेकमेव अस्ति परन्तु कारणं भिन्नम् अस्ति, अतः भ्रमः मा भवेत्. अस्तु, तर्हि इतः अस्ति इदमस्ति तृतीय, एषः अस्ति द्वितीयभेदः. तृतीयभेदः इदानीं महोदय एकः प्रश्नः, अत्र तु श्रुधातु अस्ति चेत् तत्र अपि हि भवति खलु? कुत्र श्रु? आम्, शृणोति, शृणोति, तत्र कार्यं भिन्नम् अस्ति किञ्चित्. तदग्रे आगच्छ, श्रु कृते प्रत्ययः श्रु मध्ये तत्र श्रु अपि लोपः भवति खलु, शृणु. किमर्थं तत्र संयोग अस्ति खलु? कुत्र शृणु इति अस्ति खलु, उकारात् प्राक् णकारः अस्ति खलु, उकारात् प्राक् संयोगः अस्ति न वा इति प्रश्नः. ओ, उकारात् प्राक् अस्ति, शृणु इति अङ्गम् अस्ति खलु? आम्, सत्यम्, उकारात् प्राक् णकारः अस्ति, संयोगः नास्ति, अतः तत्रापि लोपः भवति. अतः लोट् लकाररूपं किम् अस्ति, शृणु अस्ति खलु? सत्यम्. तर्हि तत्रापि पश्यतु, वस्तुतः श्रुधातु स्वादिगणे नास्ति, श्रुधातु द्वादिगणे धातुः अस्ति, परन्तु विशेषसूत्रमस्ति येन तत्र श्नु प्रत्ययान् श्नु विकरणप्रत्ययः आगच्छति. अग्रे अस्ति, अस्तु, धन्यवादः. अस्तु, इदानीं तृतीयभेदः अस्ति, वकारमकार अस्ति चेत् कथं कार्यं भवति. तर्हि मदर् महोदय पठतु तृतीयभेदः. आम् महोदय, तृतीयभेदः अलादि अपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः. अलन्तधातूनां कृते अस्य नियमस्य पालनं सर्वत्र. अजन्तधातूनां कृते अलादि अपित् प्रत्ययः मकारादि वकारादि चेत् विकल्पेन अङ्गान्तस्य उकारस्य लोपः भवति. चिनुयोगः वः चिन्वः चिन्वः चिनुवः अथवा चिनुवः. तर्हि सामान्यकार्यं सामान्यनियमः अस्ति, किमपि कार्यं नास्ति, चिनुवः चिनुमः केवलं वर्णमेव, परन्तु अपवाद विकल्पेन चिन्वः चिन्मः अपि भवति. कथं भवति सूत्रम् अग्रे लोपचास्यन्यस्तरस्यां म्यो मोवोः असंज्ञपूर्वस्य प्रत्ययावय अवयव उकारस्य विकल्पेन लोपो भवति. वकारमकारादौ प्रत्यये परे येन विधि तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अलोन्त्यस्य इत्यनेन अङ्गान्ते उकारस्य लोपः न तु पूर्ण अङ्गस्य अस्य इत्यनेन पूर्वतनसूत्रे स्थितस्य असंयोगपूर्वस्य प्रत्ययस्य उतः इत्यस्य उल्लेखः मकार च वकार च तयोर् इतरेतर द्वन्द्वः म्यौ तयोः मोः लोपः प्रथमान्तं च अव्ययपदम् अन्यतरस्यां सप्तम्यन्तं मोः सप्तम्यन्तम् अनेकपदमिदं सूत्रम् उत च प्रत्ययात् असंयोगपूर्वात् इत्यस्य पूर्णतया अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च मोः अन्यतरस्याम् अत्र यदि असंज्ञपूर्वप्रत्यय अस्ति चेत् उकारप्राक् असंयोगः अस्ति चेत् परे वकारः वा मकारः अस्ति प्रत्ययः अस्ति चेत् विकल्पेन उकारस्य लोपः भवति इति वदति प्रत्ययस्य अवयवः अत्र पश्यतु अत्र अतोहेः 64105 उतश्च प्रत्ययात् असंयोगपूर्वात् 64106 लोपश्चास्य अन्यतरस्यां भोः 64107 एकस्मिन्नेव स्थाने सन्ति अनन्तरम् आगच्छति कन्सिक्यूटिव् सूत्राणि सन्ति तर्हि अत्र अनुवृत्तिः बहु सरलतया भवति तर्हि उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रात् उतश्च प्रत्यय असंयोगपूर्वात् इति सर्वस्य अनुवृत्तिः भूत्वा अस्मिन् सूत्रे अपि आगच्छति तर्हि अत्र अपि तर्हि कार्यद्वयं भवति यदि अङ्गम् उकारान्तम् अस्ति अपि च उकारः यत् अस्ति प्रत्ययस्य अवयवः अस्ति अपि च असंयोगपूर्वः अस्ति तर्हि एकं कार्यम् अस्ति हि इति प्रत्ययस्य लोपः अन्यकार्यं यत् अस्मिन् सूत्रे लिखितमस्ति अन्यकार्यमस्ति यत् मकारादि वकारादि प्रत्ययः परे अस्ति चेत् भोः इति अस्ति खलु सप्तमी परनिमित्तम् अस्ति चेत् उकारस्य लोपः भवति विकल्पेन इति अपि कार्यमस्ति तर्हि असंयोगपूर्वः अस्ति अतः चिनु मध्ये चिनुयोगः वः चिनुयोगः मह लट् लकार मध्यम उत्तमपुरुष द्विवचन बहुवचन चिनुवः चिनुमः एकं रूपम् अस्ति विकल्पेन अन्यरूपम् अस्ति चिन्वः चिन्मः उकारस्य लोपः भवति परन्तु शक्नु मध्ये नास्ति यतोहि शक्नु मध्ये उकार असंयोगपूर्वः नास्ति तर्हि शक्नुवः शक्नुमः एव शक्नुवः शक्नुमः इति न भवति इति अस्ति तर्हि इदानीम् अस्माभिः पठितं यत् स्वादिगणे अजन्तधातुः अस्ति किं भवति अजन्तधातुः भवति चेत् श्नुप्रत्ययान्त अङ्गं यत् अस्ति तस्य उकारः यत् अस्ति तत् सः उकारः असंयोगपूर्वः भवति असंयोगपूर्वत्वात् त्रीणि कार्याणि भवन्ति यानि संयोगपूर्वस्य अकारस्य उकारस्य कृते न भवति प्रथमं तु उष्णुवोः सार्वधातुके इति सूत्रेण अजादि अपित् प्रत्ययः परे अस्ति चेत् उकारस्य उवङ् न भवति अपि तु उकारस्य वकार भवति इति प्रथमः भेदः द्वितीयः अस्ति उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रेण मध्यमपुरुष एकनिमेषः प्रथम मध्यमपुरुष लोट्लकार एकवचनस्य हि प्रत्ययस्य लोपः भवति चिनु इति भवति तृतीयः भेदः अस्ति लोपश्चान्यतरस्यां वोः इति सूत्रेण मकारादिवकारादिप्रत्ययः परे अस्ति चेत् उकारस्य विकल्पेन लोपः भवति तर्हि अत्र त्रिषु स्थलेषु निमित्त भेदस्य कारणम् एकमेव अस्ति यत् उकारः यत् अस्ति तत् असंयोगपूर्वः उकारः अस्ति एतादृशः असंयोगपूर्वः उकारः केवलम् अजन्तधातुः अस्ति चेदेव भवितुं शक्नोति अतः लिखितमस्ति पूर्वम् अजन्तधातुः अस्ति चेत् स्वादिगणे भेदः भवति हरन्तधातुः अस्ति चेत् भेदः न भवति, सामान्यकार्यमेव भवति। अस्तु, हा मीना महोदय प्रश्नः कः? महोदय अन्तिमवाक्यद्वयं वा त्रयं पुनः वदतु, न श्रोतुं शक्तवती। न महमव किमपि न वदामि, अहं वदामि यत् असंयोगपूर्वत्वात् एव कार्यत्रयस्य भेदः भवति। असंयोगपूर्वः उकारः केवलम् अजन्तधातु कृते एव भवितुं शक्नोति, अतः अजन्तधातूनां कृते भेदः अस्ति स्वादिगणे, हलन्तधातूनां कृते भेदः नास्ति, सामान्यकार्यमेव भवति। तृतीय भेदः कः? मकारवकार अस्ति चेत् लोपः भवति विकल्पेन उकारस्य। प्रथमभेदः कः महोदय? प्रथमभेदः अस्ति हलादि अपि प्रत्ययः अस्ति चेत् उकारस्य उवङ् न भवति अपि तु यण् भवति, यथा चिनुयोगः अन्तिमध्ये चिन्वन्ति इति भवति, शक्नुयोगः अन्तिमध्ये शक्नुवन्ति इति भवति। प्रथमः भेदः। द्वितीयः भेदः अस्ति प्रथमपदी लोट् लकार मध्यमपुरुष एकवचने ई प्रत्ययस्य लोपः, चिनुयोगः ई चिनु भवति, परन्तु शक्नुयोगः ई लोपः न भवति, शक्नुहि इति भवति। तृतीयः भेदः अस्ति मकारादि वकारादि प्रत्ययपरे अस्ति चेत् उकारस्य लोपः भवति विकल्पेन, अतः शक्नुयोगः मह, शक्नुयोगः वः, शक्नुमः शक्नुवः सामान्य, परन्तु चिनुयोगः वः रूपद्वयं भवति, चिनुवः नो चेत् चिन्वः, तथैव चिनुमः नो चेत् चिन्मः। द्वितीयभेदः मध्यमपुरुष एकवचनम् एव प्रसक्तिः अस्ति, तृतीयभेदः उत्तमपुरुषस्य द्वितीयवचन बहुवचन एव भवति। तृतीयभेदः यत्र कुत्रापि मकारादि वकारादि प्रत्ययः अस्ति तत्र कुत्र कुत्र लट् लकारे उत्तमपुरुष उत्तमपुरुष अस्ति, तदनन्तरम् आत्मनेपदी अपि अस्ति, लङ्लकारे अपि अस्ति, बहुत्र अस्ति। किन्तु तत्र लोट् लकारे उत्तमपुरुष एकवचने किमपि भेदः न भवति खलु? लोट् लकार उत्तमपुरुष एकवचनं तु तु अस्ति खलु, तत् तु गुणः भवति। तत्र गुणं भवति खलु, आणि अस्ति खलु, आणि अस्ति तत्र गुणं भवति, संयोग असंयोग अजन्त किमपि न, यत्र गुणः अस्ति यत् अस्ति तत्र तु बहु सरलमस्ति, केवलं गुणः करणीयः, यत्र पित् नास्ति तत्र एतत् सर्वं चिन्तनीयम्। तत्र गुण भवति अनन्तरं अस्तु, सर्वे अवगच्छन्ति वा? इदानीं वयं ज्ञातुं शक्नुमः यत् स्वादिगणस्य कृते सर्वेषां धातूनां कृते रूपाणि कथं भवन्ति लट् लोट् लङ् विधिलिङ्ग् लकारेषु। अस्तु, इदानीम् अभ्यासं कुर्मः। अत्र एकमस्ति, किमस्ति? हा अग्रे पठति सुमन् महोदय। कुतः महोदय सार्वधातुकलकाराणां तिङन्तरूपाणि? अस्तु, श्रूयते किम्? चतुर्णां सार्वधातुक लकाराणां तिङन्तरूपाणि। सर्वप्रथमं धातु अजन्तो वा हलन्तो वा इति जानातु, तदा सर्वत्र अस्माकं चिन्तक्रमः एवं। प्रथमं प्रश्नः अस्ति तिङ् प्रत्यय पित् वा अपित् वा, तिङ् प्रत्ययः अजादि वा हलादि वा। अस्तु, तावदेव अस्ति अनयोः प्रश्नयोः उत्तरं जानीमः चेत् सर्वाणि रूपाणि जानीमः। अनदन्त अङ्गानां सिद्धतिङ्प्रत्ययान् पुरतः स्थापयित्वा अथवा ज्ञात्वा शक् चि परस्मैपदी अश् चि आत्मनेपदी इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयतु. तर्हि इदानीं चतुर्षु लकारेषु रूपाणि कथं भवन्ति इति अभ्यासं कुर्मः. इदानीं वयं यत् सर्वं सर्वाणि सूत्राणि वयं जानीमः. अस्तु, तर्हि महोदय, शक् धातु अस्ति प्रथमधातु. शक् धातु स्वादिगणे परस्मैपदी. तर्हि शक् धातु कृते, तर्हि अत्र तिङन्त तत्र अत्र सिद्धतिङ्गप्रत्ययाः के के सन्ति इति मनसि अस्ति चेत् उत्तमं, नास्ति चेत् अधो अत्र पूर्वभागे गच्छतु, तत्र प्रत्ययाः लिखितानि सन्ति सर्वे. अस्तु, तर्हि लट् लकारः शक् धातु महोदय, लट् लकारस्य रूपाणि मिलति. अस्तु, अहं दृष्ट्वा वदामि. शक् परस्मैपदी अस्ति, इदानीं प्रयत्नं करोमि. तत्र शक् योग नु शक् नु भवति. तिप् अस्ति, तिप् सार्वधातुक अस्ति. पित् अपि अस्ति, तत्र अङ्गस्य अन्तिमवर्णस्य गुणः भवति. शक्नु शक्नो भवति, अनन्तरं वर्णमेलनं शक्नोति भवति. कार्यं भवति सर्वधातुकार्धधातुकयोः सूत्रेण. सत्यम्. इदान् अनन्तरम् अस्ति शक्नु योग तः, तत्र तस् मूलप्रत्यय, तत्र तत् अपित् अस्ति. इदानीं वर्णमेलनम् एव शक्नुतः. अनन्तरं झी स्थाने अन्ति भवति. शक्नु योग अन्ति. अत्र उकारस्य पूर्व संयोग वर्ण अस्ति, ख्न अस्ति. अतः उवङ्ग् प्रथमं द्रष्टव्यम् अन्ति पित् अस्ति वा न वा. पित् नास्ति, गुण न भवति. तत्र उवङ्ग् आदेश भवति. अचिष्णु अचिष्णु धातु ब्रुवाङ्ग् योर् यवो यङ् उवङ्ग् रूपं किं भवति. शक्नु भवति अन्ति, वर्णमेलनं शक्नुवन्ति भवति. अस्तु, इदानीं मध्यमपुरुष, तत्र अनदन्तं धातु अस्ति, अतः हि भवति मध्यमपुरुष एकवचनं रूपं. हि ओ क्षम्यतां क्षम्यताम्, अहं तावत् फोकस् आन् तत्र हि भवति. अस्तु, न तत्र सि अस्ति, किन्तु इदानीं तु उकार अस्ति, अतः सकारस्य स्थाने शकार आदेशं भवति. षि भवति, सि तत्र सि अपि पित् अस्ति, सिप् मूलरूपं सिप् अस्ति, पित् अस्ति. अतः गुणकार्यं भवति, शक्नु शक्नो भवति, अनन्तरं वर्णमेलनं शक्नोषि भवति. क्षम्यताम्, इदानीमेव पृष्टवती, अतः मै मैण्ड् वास् आन् तत्र. आदेशप्रत्ययोः कार्यं करोति खलु. इदानीं नूतनम् अस्ति, सकारस्य स्थाने शकारः केन सूत्रेण भवति न जानामि. आदेशप्रत्ययः अग्रे आगच्छति, वयं पठामः अद्य एव. इदानीं रूपाणि पूरयतु, सम्पूरयतु. किन्तु शक्नोषि एव खलु. शक्नोषि अस्तु शक्नोषि. अनन्तरं द्विवचने बहुवचने अपि तिङ् प्रत्ययो अपित् स्तः इदानीं शक्नुतः शक्नुत एव. सम्यक् अस्तु. इदानीं उत्तमपुरुषे मि अस्ति, तत्र मिप् अस्ति, पित् अस्ति, गुण भवति, शक्नोमि भवति. वः मह तत्र तौ प्रत्ययौ अपित् स्तः इदानीम् अतः शक्नु वः शक्नु मह. उकारस्य लोपः अपि भवति खलु विकल्पेन, वकारादि मकारादि प्रत्ययपरे अस्ति चेत्. अत्र संयोग अस्ति अतः न भवति खलु. सम्यक् गुगलि अस्ति. शक्नुमः शक्नुवः. तर्हि शक्नोति शक्नुतः शक्नुवन्ति शक्नोषि शक्नुतः शक्नुतः शक्नोमि शक्नुमः शक्नुमः. एतावत्पर्यन्तं रटनस्य आवश्यकता आसीत्, परन्तु इदानीं वयं सूत्राणि जानीमः अतः रटनस्य आवश्यकता नास्ति. यदि वयं विस्मरामः चेदपि कोऽपि चिन्ता न कापि चिन्ता नास्ति, सूत्रस्य आधारेण रूपस्य निर्माणं कुर्मः. अस्तु, तर्हि इदानीं प्रश्नः अस्ति, शक्नोषि मध्ये सकारस्य सकारः कथं भवति, तस्य कृते पुनः अधोभागे गच्छतु. तत्र एकं सूत्रमस्ति आदेशप्रत्ययोः इति सूत्रं लिखितमस्ति, पश्यतु आदेशप्रत्ययोः. तर्हि न अग्रे को अस्ति. धन्यवादः महोदय. धन्यवादः. मीना महोदय, न अरुणा महोदय, अरुणा महोदय अपि आगच्छति. अस्ति वा अरुणा महोदय? अस्ति वा क्षम्यता महोदय, अहं कारयानं पठति वा इदानीं? न महोदय, वक्तुं न शक्नोमि. क्षम्यतां. मीना महोदय पठतु आदेशप्रत्ययोः. आदेशप्रत्ययोः इन् प्रत्याहारात् कवर्गीयाच्च आदेशरूपी अथवा प्रत्ययावयवः अपदान्तः सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकारादेशो भवति. नुं विसर्गः षर् प्रत्याहारस्थ वर्णः च मध्ये सन्ति चेदपि कार्यं भवति. अस्य कार्यस्य नाम षत्वविधिः. इन् प्रत्याहारे इमे वर्णाः अन्तर्भूत ईवो एवो ऐ अहौ हयवरल इदाल. आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थाने अन्तरतमः इत्यनेन इत्येषु मूर्धन्यवर्णेषु सकारेषु षकारस्य नैकट्यम् अतः षकार एव आदिष्टः भवति. आदेशस्य प्रत्ययस्य आदेशप्रत्ययौ तयोः आदेशप्रत्ययोः इतर इतर द्वन्द्वः षष्ट्यन्तम् एकपदमिदं सूत्रं सहे साढः सः इत्यस्मात् सः इत्यस्य अनुवृत्तिः विसर्जनीय सर्वयायेपि इत्यस्य पूर्णा अनुवृत्तिः तयोर्व्योर्वचि संहितायाम् इत्यस्मात् संहितायां इत्यस्य अधिकारः इन्कोः अपदान्तस्य मूर्धन्यः इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् इन्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः संहितायां नुं विसर्जनीय शर्व्यापि महत्त्वपूर्णं सूत्रमस्ति. अस्माभिः बहुत्र दृष्टं खलु, बहुत्र सकारस्य स्थाने शकारः भवति बहुत्र. केन सूत्रेण भवति? मुख्यतया अनेन सूत्रेण एव, अस्मात् सूत्रात् एव भवति आदेशप्रत्ययोः. सूत्रं किं वदति महोदय? आदेशप्रत्ययोः इन् प्रत्याहारात् कवर्गीयात् च आदेशरूपी अथवा प्रत्ययः अपदान्तः लघु गुरुसूत्रम् अत्र गुरु नास्ति, निमित्तानि बहूनि सन्ति. पश्यतु, एकैक कृत्वा करोतु. प्रथमनिमित्त इन् कोः, इन् कोः इत्युक्ते किम्? इन् इति प्रत्याहार, इन् प्रत्याहारे के वर्णाः सन्ति? ऐ ओन् क्लु लुरुक् एवं ऐच् अयवरक् लन् पर्य लन् लन् पर्य इ उ ऋ ऋ ए ऐ ओ औ हयवरल इति. इन् प्रत्याहारे एते वर्णाः सन्ति. को को इत्युक्ते किं? कु इत्युक्ते किम्? नाम यदि इन् प्रत्याहारस्य वर्णः अस्ति अथवा कवर्गस्य कोऽपि वर्णः अस्ति इति एकमस्ति. तस्मात् अनन्तरं यदि आदेशप्रत्ययोः अपदान्तसकारः अस्ति, नाम तेषा तस्मात् साक्षात् अनन्तरं यदि सकारः अस्ति, कीदृशसकारः अस्ति? प्रथमं तु अपदान्त भवेत्, सकारः पदान्ते न मा भवेत्, अपदान्ते अस्ति. ते अपदान्तसकारः अस्ति, अपि च सः सकारः कुतः आगच्छति? सः सकारः प्रत्यये प्रत्ययस्य आदि अस्ति. प्रत्ययस्य अवयवः भवेत् अथवा आदेशः भवेत्, नाम सः सकारः कुतः आगच्छति? प्रत्ययस्य प्रत्ययात् आगच्छति अथवा आदेशरूपेण आगच्छति? मूलतः नास्ति, परन्तु आदेशः भूत्वा सकारः आगच्छति. तर्हि तादृशः सकारः अस्ति चेत् तस्य सकारस्य स्थाने मूर्धन्यवर्णः भवति. इदानीं मूर्धन्यवर्णः इत्युक्ते किं? सकारस्य सदृशः मूर्धन्यवर्णः कः अस्ति? मूर्धन्यसकारः. तर्हि इन् इति सूत्रं किं वदति? प्रथमभागः इन् प्रत्याहारस्य वर्णः अस्ति अथवा कवर्गीयवर्णः अस्ति, तस्मात् साक्षात् अनन्तरं यदि सकारः अस्ति, यः सकारः अपदान्त अथवा अपि च आदेशस्य अथवा प्रत्ययस्य भागः अस्ति, तर्हि सकारस्य स्थाने शकारः भवति इति अस्ति. तदनन्तरं नुम् विसर्जनीय शर् व्यवाये अपि इति सूत्र इति भागः किं वदति? यत् प्रथमभागः वदति यत् साक्षात् अनन्तरं सकारः अस्ति, परन्तु द्वितीयभागः वदति चेत् यदि इन् कोः अपि च सकारस्य मध्ये नुम् इति आदेशः, नुम् इति आगमः अस्ति, नकारः इति आगमः अस्ति अथवा विसर्गः अस्ति अथवा शर् इति प्रत्याहारः अस्ति, शर् इत्युक्ते ष इति प्रत्याहारः अस्ति, तथापि साक्षात् अनन्तरं नास्ति चेदपि सकारशत्वं भवति. तर्हि सकारशत्वं कदा भवति? इण् अथवा कवर्ग्यवर्णस्य साक्षात् अनन्तरं सकारः अस्ति चेत् अथवा तयोः मध्ये नुम् विसर्गः अथवा शर् प्रत्याहारस्य वर्णः भवेत् तथा सकारस्य शकारः भवति. तर्हि पठतु, शक्नोसि मध्ये कथं भवति? शक्नोसि मध्ये ओकारः अस्ति, ओकारः इन् प्रत्याहारस्य वर्णः अस्ति, तदनन्तरं सकारः अस्ति, सः सकारः पदान्ते नास्ति, यतो पदान्ते तु इकारः अस्ति, तदनन्तरं सः सकारः प्रत्ययस्य अवयवः अस्ति, सि इति प्रत्ययात् आगच्छति खलु, तत्र सकारः प्रत्ययस्य अवयवः अस्ति, अपदान्तः अपि अस्ति, अतः अस्मिन् स्थित्याम् अस्यां स्थित्यां सकारस्य स्थाने षकारः भवति, रूपं भवति प शक्नोषि. सर्वे आगच्छन्ति वा? ज्ञानेन्द्रतमः अपि तत्र कार्यं शक्नोषि इति भवता अन्तिमवाक्यं यत् वदति न अवगतं. शक्नोषि, शक्नोषि, शक्नो योगः सि अस्ति खलु, शक्नो योगः सि. इदानीम् ओकारः इन् प्रत्याहारस्य वर्णः अस्ति, तस्मात् अनन्तरं सकारः अस्ति, सः सकारः पदान्ते अस्ति वा? नास्ति. सः सकारः प्रत्ययस्य भागः अस्ति वा? अस्ति. प्रत्ययः अस्ति खलु, अतः अत्र सकारस्य स्थाने मूर्धन्यषकारः भवितुं शक्नोति, भवति अपि, शक्नोषि इति रूपं भवति. इदानीं तु वयं अनुबन्धनलोप लोपानन्तरं पश्यामः खलु, इत्युक्ते सिप् अस्ति, पकार गच्छति, ई तिष्ठति, अतः पदान्ते नास्ति, किन्तु तत्र शु अस्ति, तत्र उकार अनुनासिक उकार अस्ति, अतः तत्र न भवति. किन्तु अनुबन्धन लोपानन्तरं प्रत्यय अनुबन्धलोपानन्तरमेव द्रष्टव्यं. पदान्तसकारः अस्ति चेत् किं भवति? निसर्ग भवति, तत्र सप्तमी विभक्त्यामपि बहुवचने सर्वदा पश्यामः, लतासु किन्तु नदीषु भवति रामेषु नदी. तत्रापि इङ्कोः कार्यं करोति खलु जि, इङ्कोः एव कार्यं करोति तत्र शु रामेषु. अत्र पश्यतु, शक्नोषि मध्ये शत्वं भवति, पठसि मध्ये शत्वं किमर्थं न भवति? पठसि मध्ये अपि सकारः अपदान्त अस्ति, प्रत्ययस्य अवयवः अस्ति, परन्तु सकारात् पूर्वम् इन्कोः वर्णः नास्ति, अकारः अस्ति, अकारः इन् प्रत्याहारे नास्ति, अतः पठसि इति भवति. तथैव वाक् वाक् इति अस्ति खलु, वाक् प्रातिपदिकं, तस्य सप्तमीभक्ति बहुवचनं किमस्ति? वाक्षु, वाक्षु. तत्रापि वाक् योगः सु अस्ति. इदानीं सकारात् पूर्वं कवर्गीयवर्णः अस्ति खलु, अत्र इण् नास्ति, कवर्गीय अस्ति, अतः वाक् योगः सु मध्ये कवर्णः, तस्मात् साक्षात् अनन्तरं सु अस्ति, सकारः अस्ति, अपदान्तः अस्ति, प्रत्ययस्य अवयवः अस्ति, सकारस्य स्थाने मूर्धन्यषकारः भवति, तदनन्तरं संयुक्तवर्णः ककारः योगः षकारः क्ष इति भवति, अतः वाक्षु. सु एव तिष्ठति. प्रभुपतिमहोदय किम्? न न, सुबन्ते सप्तविभक्ति अस्य सूत्रस्य प्रसक्ति बहुत्र भवति, रामेषु इति, जनेषु इति, सर्वासु इति, सर्वेषु, लतासु, किन्तु नदीषु, तत्रैव सर्वेषु, नदीषु, फलेषु, वाक्षु, अनन्तरं बहुत्र भवति. क्षम्यता महोदय, नास्मि कनेक्षन्. न न, किमपि नास्ति, भवती पठति एव, तत्र आदेशप्रत्ययोः सूत्रस्य प्रसक्तिः बहुत्र भवति, एस्पेशलि सुबन्तप्रकरणे सप्तमी विभक्ति, फलेषु, रामेषु, नदीषु, वाक्षु, परन्तु भवत्सु, भवत्सु मध्ये तकारः अस्ति, तकारः अतः तत्र भवत्सु एव भवति, भवत्सु न भवति, अतः सप्तसु विभक्तिषु भवति, सप्तसु एव भवति, जी नमस्कारः जी. आम् अस्तु, अस्तु तर्हि इदानीं समयः समाप्तः, विरमामः, अग्रिमरविवासरे मेलिष्यामः।